नमस्ते सर्वभ्य सर्वेभ्यः क्षम्यताम्। गतवर्गे वयं संक्षेपगीतायाः पठनं सम्यक् रीत्या कृतवन्तः। अद्य गीतायाः पठनेन किं फलम् इति एकां कथां पठित्वा जानीमः। आदौ तु यथा प्रकारः ध्येयम्। विजयकुमार् महोदय, दृश्यते किं, पठतु। विजयकुमार् महोदय, अन्योदनं प्रेत्य गतस्य भुङ्क्ते वायां चिक्षाग्निश्च शरीरधातु द्वाभ्यामहं सह गच्छत् मूत्रं पुण्येन पापेन च वेष्ट्यमानः। अर्थं वक्तुं शक्नोति किम्? न अन्योदनं, न मनि आफ् अदर्स् गिव् प्रेस् टु प्रेत्य गतस्य भुङ्क्ते फ्रम् अदर्स् मनि वि केनाट् एन्जाय्। इदानीं प्रेत्य गतस्य तु डेड् मेन् इति भुङ्क्ते इत्युक्ते किं? भुङ्क्ते भुङ्क्ते इस् एन्जाय्ड्। सत्यम्। अन्यः धनम्, अन्यः धनम् इत्युक्ते अदर्स् अदर्स् वेल्त्, others enjoy his wealth, the oh, dead man, others enjoyed. So okay, it is not okay, others with an apostrophe, yes, somebody else, you can say. Okay, somebody else, maybe I should change that, somebody else enjoys that. Change the translation. I have not done a literal translation. I have done the concept. Vayamsi is you take him. Vayamsi is consumed by birds and fire. Yes, birds and Agni he is fire. What is Sharira Dhatun? Sharira Dhatun is you take him? It's wrapped, constituent of his body or... Satya. And? इदानीं कथायाः पठनं दृश्यते किं मम प्रस्तुतिः? आं भगिनि, इट्स् वेरि स्माल् फोन्। नौ इस् ओके, नौ इस् ओके। इदानीं दृश्यते किम्? आं भगिनि, आं भगिनि, सम्यक् दृश्यते किम्? अस्तु, भवानेव आरम्भं करोतु। गीतापठनं न व्यर्थं व्यर्थं गीतापठनं न व्यर्थम् अर्थं वदतु। वितौट् वेस्टिङ्ग् टैम् रीड् द गीता। एकनिमिषं, वितौट् व्यर्थम् इस् वेस्टिङ्ग् टैम्, वेस्टिङ्ग्। गीतापठनम् इत्युक्ते किं? कविता भगिनी मास्तु, स्टडिङ्ग् द गीता न व्यर्थम् इत्युक्ते किं? न व्यर्थम् अस्ति, स्टडिङ्ग् द गीता इस् नाट् ए वेस्ट्। तत्र अस्ति अस्ति, गीतापठनं न व्यर्थम् अस्ति इति अत्र तत्र अध्याहारः अस्ति। अध्याहारे समथिङ्ग् विच् इस् देर् बट् नाट् नेसेसरि टु टेल् इन् संस्कृतम्। ओके, सो न व्यर्थं गीता पठनं, सो करेक्ट्लि, उत्तमं महोदय, इदानीं पठतु। पर्वतस्य उपत्यकायं पौत्रं पौत्रन् सह पौत्रेण पौत्रेण सह कक्षण कश्चन वृद्धः निवसति स्म। पर्वतस्य पर्वतस्य उपत्यकाय पर्वतस्य मौण्टन् पर्वतस्य मौण्टन् उपत्यकायम् इस्य at the foot of the mountain, that I will tell you, because other side, it's at the foot of the mountain. Upatyaka akaranta sreelinga shabda asti, tatra saptami vibhakti drishyate. Upatyakayam malayam ramayam tav parvatasya tatra kirisham padam vadatu. षष्टिविभक्ति सत्यं, वचनं एकवचनं, लिङ्गं पुल्लिङ्ग। उत्तमं, तर्हि पर्वतस्य उपत्यकायाम् इत्युक्ते किं? वाट् इस् मीनिङ्ग् आफ़् देट् इत्युक्ते किम्? आन् दि टाप् आफ़् दि मौण्टन्, टाप् न, उपत्यका इस् फुट् आफ़् द मौण्टन्, at the foot of the mountain. Foot of the mountain, okay. Pautrena saha ityukte kim? Pautrena saha. Pautra ityukte kim? Vijay Kumar Mahode, Bhavan mute madhye. Pautrena is grandson. Pautrena saha ityukte kim? Along with grandson. Along with grandson. Pautrena tasya padasya vibhaktihi ka? Pautrena ramena. Tritiya vibhakti ekavachanam. Ekavachanam. Lingam? Pullingam. Pullingam. Pautrena saha jipte kim along with the grandson. Kashchana. कश्चन इत्युक्ते किं? तं तत्र अनिश्चयता, ओल्ड् वृद्ध इस् ओल्ड् न, सत्यं सत्यं, वृद्धः ओल्ड्। निवसति स्म, स्टे देयर्, यूस्ड् टु लिव् देयर्, ओके। निवसति कीदृशं पदं, कीदृशं पदं निवसति? प्रातिपदिक निवसति, करोति, पठति, निवसति, निवसति इति क्रियापदं, क्रियापदं, लकारः कः लट् लकारः लट् लकारः लट् लकारः अपि च पुरुषः कः एकवचनम् एकवचनं पुरुषः कः पुरुष इस् पुल्लिङ्ग पुरुषः प्रथमपुरुषः मध्यमपुरुषः ओ प्रथमपुरुष इति प्रथमपुरुषः इदानीम् अर्थं वदतु वाक्यस्य अर्थं वदतु on the foot of the mountain grandson some old kakshana vritya some old few, person few, huh. few few few no no kakshana is some old person some. with grandson प्रतिदिनं प्रातः क्षीत्रम् उत्थाय भगवद्गीताम् उद्धाय भगवद्गीतां भगवद्गीता पठनं तस्य स्वभावः इदानीम् आदौ अर्थं वदतु every day in the morning he wake up early and read the Bhagavad Gita. Yes, that was his nature. Whose nature? Grandson. Oh, grandson's vriddha okay. Old man. Vriddha tasya swabhava idani. प्रतिदिनं कीदृशं पदं प्रतिदिनम् अव्ययम् व्यवहारं कीदृशं पदं व्यवहारं द्वितीयाविभक्ति उत्तमं द्वितीयाविभक्तिः अस्ति अत्र वचनं किम् एकवचनं लिङ्गं किं पुल्लिङ्गं दृष्टवता दृष्टवता भवन्तः न कृतवन्तः अहमेव वदामि दृष्टवतामि यु आर् टेलिङ्ग् अबौट् द नेक्स्ट् लैन् वी हेव् रीड् द सेकेण्ड् लैन् दट्स् आल् वी हेव् नाट् रीड् द थर्ड् लैन् हा यु आर् यस् यस् यस् क्षम्यतां या या या या शीघ्रं व्यवहारः तत्र कुत्र पठनं तस्य स्वभावः धन्यवादः भगिनि शीघ्रं कीदृशं पदं शीघ्रं द्वितीयाविभक्ति एकवचनं नैव अव्ययं रामं उत्थाय कीदृशं पदं ल्यप् अस्ति ल्यप् उत्थाय पदं क्रियापदं ल्यप् प्रत्यय ल्यप् प्रत्यय जस्ट् लैक् त्वा नो आफ्टर् गेटिङ्ग् अप् सो हियर् उत्थाय तत्र उपसर्गः अस्ति उपसर्गः यत्र अस्ति तस्य ल्यप् प्रत्ययः भवति न तु त्वा प्रत्ययः उत्थाय आफ्टर् वेकिङ्ग् अप् भगवद्गीता पठनं कीदृशं पठनं पठनं द्वितीया विभक्ति एकवचनं नैव अत्र पठनं नपुंसकलिङ्गे अस्ति पठनं तस्य स्वभाव पठनं तस्य स्वभावः अस्ति तत्र ओके ओके उत्तमपुरुषः ओके नैव उत्तमपुरुषः उत्तमपुरुषः भगवद्गीता पठनं युडन्तम् अस्ति ल्युट् प्रत्यये अस्ति तत्र प्रथमा विभक्तिः एव ओके अस्तु तस्य कीदृशं पदम् अव्ययः नैव तस्य नैव जानाति भवान् जानाति हा जानाति भवान् तस्य विभक्तिः का षष्टिविभक्ति एकवचनं विभक्ति एकवचनम् अपि च प्रातिपदिकं किं तस्य तद् दकारान्त पुल्लिङ्ग स्वभावः स्वभावः कीदृशं पदं विभक्तिः का प्रथमा विभक्ति एकवचनं एकवचनं लिङ्गं किं पुल्लिङ्ग इदानीम् अर्थं वदतु उक्तवान् भवान् अस्तु अग्रे पितामहस्य व्यवहारं दृष्ट्वता पौत्रेण चिन्तितं यतः मया अपि ओ यत् यत् मया अपि पितामहेन इवं भवितव्यम् इति ओ इदानीम् अदौ अर्थं वदतु बिहेवियर् आफ् दि पितामहस्य ग्राण्ड् फादर् उत्तमं बिहेवियर् आफ् दि ग्राण्ड् फादर् सीस् द ग्राण्ड् सन् सीस् उत्तमम् एण्ड् चिन्तितं हि चिन्तितम् इस् थिङ्किङ्ग् yes yat maya api yat maya means yat maya api by me also oh by me also grand like father like me also he pitamaha wanted him also no. to be maya api pitamahena eva like my grandfather even I should become that way even okay. I should do the same thing he used to watch the grandfather okay reading the bhagavad gita every day so maya api this is it's okay because this is in karmani pray this is in passive tense that okay. is why you are finding okay. it difficult but no problem you'll get used to it. Okay so by me also it should be done is what he thinks okay. pitamahasya kidrisham padam पितामहस्य षष्टिविभक्ति एकवचनं अपि च लिङ्गं पुल्लिङ्ग प्रातिपदिकं किं पिता अहं पितामहः ओ पितामहः ओके इदानीं व्यवहारं तु भवान् उक्तवान् दृष्टवता तत्र शत्रुप्रत्ययः अस्ति सो पौत्रेण विभक्तिः का तत्र तृतीया विभक्ति एकवचन पुंलिङ्ग चिन्तितं तत्र प्रत्ययः अस्ति चिन्तितः इति चिन्तितं तत्र द्वितीया विभक्तौ द्वितीया विभक्ति चिन्तितम् यत् किं चिन्तितं तत्र तेन किं चिन्तितं यत् देट् अव्ययं मया कीदृशं पदं तत्र मया इति शब्दस्य विभक्तिः का मया रामाय चतुर्थी एकवचनं नैव मया अस्मत् सर्वनामशब्दः मया द्वितीया विभक्तिः अस्मद् दकारान्त सर्वनामशब्दः अस्ति लिङ्गं किं नपुंसकलिङ्ग नैव त्रिलिङ्गक अस्ति त्रिलिङ्गक अस्ति सर्वनामपदस्य अस्मत् शब्द आय् बै मी यु केनाट् मेक् अप् पुल्लिङ्ग ओके अपि कीदृशं पदम् अपि अव्यय पितामहेन तत्र पितामहेन इति शब्दस्य विभक्तिः का तृतीया विभक्ति एकवचनं पुल्लिङ्ग so by my grandfather what is being done I should be that way bhavitavyam bhavitavyam tavyat pratyayah I should also become like that. I should also do the same thing. Okay. Agree. नेक्स्ट् अतः सः पितामहस्यैव अनुकरणम् आरब्धवान् आरब्धवान् अतः सः देन् अतः सः अतः मीन्स् देन् नै Therefore, I, Saha, Ahi, He, Pitamahasya Eva. Pitamahasya Eva. Pitamahasya Yoga Eva becomes Pitamahasya Eva. So, Pitamahasya Eva. Eva. So, Vandi. Pitamahasya. Vibhakti Ka. Shashti Ekavachanam. षष्टि एकवचनं लिङ्गं पुल्लिङ्ग एव एव की एव कीदृशं पदम् अव्ययः अव्ययम् उत्तमम् अनुकरणम् अनुकरणम् आरब्धवान् अनुकरणम् इत्युक्ते किं द्वितीयाविभक्ति एकवचनं सत्यं द्वितीयाविभक्ति एकवचनम् अपि च तत्र नपुंसकलिङ्गे अस्ति आरब्धवान् आरब्धवान् कीदृशं पदं कृतवान् द्वितीया विभक्ति नैव नैव आरब्धवान् तव तु प्रत्यय तव तु प्रत्यय भवान् यदा कृतवान् यथा अस्ति तथा What is anukaranam means? Anukaranam means? Anukaranam means copying. Copying. Doing exactly as he has done. Oh. And so imitating. Then he started, Aradhavan means? Yes. Aradhavan means he started. So like Kritavan, Patitavan, Likhitavan. That means. So Anukaran, Aradhavan. He also started doing that. भगवद्गीता पठनमपि आरब्धं तेन इत्युक्ते किं तेन तेन इति पदस्य विभक्तिः का तेन तेन विभक्तिः का तृतीया विभक्ति एकवचनं तद् दकारान्त पुंलिङ्गशब्दः तेन सः तौ ते तं तौ तान् तेन ताभ्यां तैः अग्रे बहुधा पठनेन अपि गीताश्लोकानाम् अर्थः तेन न अवगतः उत्तमम् इदानीम् आदौ अर्थं वदतु आफ्टर् रीडिङ्ग् द गीताश्लोकान् द मीनिङ्ग् आफ् अर्थ तेन न अवगतत् He did not understand the meaning. Not only it is bahudha pathanena api. By reading many times, multiple times okay. also. Okay. Bahudha, ki vishyam padam? Bahudha is avyaya. Avyaya, uttamam, avyaya. Pathanena. Pathanena. Vibhakti ka tena ramena. पौत्रेण एकवचनं नपुंसकलिङ्गपदमस्ति किमर्थं नपुंसकलिङ्ग अस्ति पठनम् इति ल्युडन्तम् अस्ति ल्युडन्तम् इत्युक्ते लुट् अन्तं ल्युट् अन्तं यस्य तस्य ल्युडन्तम् अस्ति तत्र पठनं करणं lekhanam, that sarvam yudantam, it is the abstract form of the reading. Okay, so pathanena tritiya vibhakti. Api kidrisham padam? Avyaya. Gita shloka nam vibhakti hi ka janati ditiya vibhakti ekavachanam. नैव षष्टि बहुवचनं गीताश्लोक इत्युक्ते अकारान्त पुंलिङ्ग् शब्दः उत्तमः. अर्थः कीदृशं पदं तत्र विभक्तिः का? अर्थः विभक्तिः का आदौ वदतु, भवान् जानाति. प्रथमा विभक्ति एकवचनं पुंलिङ्गं तद् शब्दस्य विभक्तिः. तृतीया विभक्ति एकवचनं न अवगतः तु तव प्रत्ययः अस्ति. सो इफ् यु ओब्सर्व् This is all passive tense, okay? Where patanena tena na avagatah. So there the object is in the prathama vibhakti and the subject is in the tritiya vibhakti. We have not done it so much. Agre patanena. Sah pitamaham avadat pita. Sah pitamaham avadat. पितामह भवान् इव अहमपि गीतां पठामि. अर्थं वदतु. आफ्टर् सः पितामहम् अवदत् इत्युक्ते किम्? हि टोल्ड् ग्राण्ड् फादर्. उत्तमं. किम् उक्तवान्? He told grand father that we too read Gita Patanam. Yeah, bhavan iva like you aham api, I also, okay. Gita Patanam, I also will read. ओके गीतां पठामि. अस्तु, सः तत्र कीदृशं पदं? सः विभक्तिः का वदतु? एकवचनं. तत्र लिङ्गं किं? विभक्तिः का वदतु. प्रथमा विभक्तिः एकवचनं पुंलिङ्गम्. पितामहं द्वितीया विभक्ति एकवचनं अवदत्. कीदृशं पदम् अवदत्? क्रियापदं. लकारः कः? लट् लकार. नै, लङ् लकार. वदति लट् लकार. अ यत्र यत्र अ अस्ति तत्र तत्र प्रायः जनरली तत्र लङ् लकारः. अवदत् अवदताम् अवदन् अवद अवदतम् अवदत अवदम् अवदाव अवदाम. अस्ति, पितामह तु हा पितामह तत्र कीदृशं पदं तत्र विभक्तिः का? पितामह सम्बोधनम् अस्ति. सम्बोधनं अस्तु. भवान् तत्र प्रातिपदिक क्षम्यतां विभक्तिः का? भवान् प्रथमा प्रथमा ओके ओके सो भवान् एक पुंलिङ्गशब्दः अस्ति, प्रथमा विभक्तिः अस्ति, अपि च किं तत् अन्यत् किमेकवचने अस्ति इव इव कीदृशं पदं जानाति भवान्? सम्यक्. अहम् अपि, अहं विभक्तिः का? अहम् इति पदस्य द्वितीया विभक्ति एकवचनं. किमर्थं द्वितीया विभक्ति? वाट् इस् द मीनिङ्ग् आफ़् अहम्? मै. नो नो मैन् मैन् मैन् ऐ ऐ ऐ मैन् मम मै इत्युक्ते मम अहम् ऐ तत्र विभक्तिः का? तर्हि विभक्तिः का? अहं नो ऐडिया. अहं जानाति भवान्? यु नो प्रथमा विभक्ति. प्रथमा विभक्ति एकवचन एकवचनं एकवचनं पुल्लिङ्गे पुल्लिङ्गे नैव नैव त्रिलिङ्गकम् अस्ति. ओ त्रिलिङ्गं त्रिलिङ्गं नपुंसकलिङ्गं. अस्तु ओके ओके. अस्मत् शब्दस्य सर्वनाम पदस्य प्रोनौन्स् डु नाट् हाव् इवन् इन् इङ्ग्लिश् प्रोनौन्स् डु नाट् हाव् लिङ्ग लिङ्गम् ओके. दिस् इस् अहम् अस्मत् शब्दस्य प्रथमा विभक्तिः, तत्र लिङ्गं नास्ति, एकवचने. अपि तु भवान् जानाति गीतां, गीताम् इति पदस्य विभक्तिः का? गीताम् इस् द्वितीया विभक्ति एकवचनं एकवचनं. लिङ्गं किं? गीता पुल्लिङ्ग पुल् किमर्थं स्त्रीलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्ग पठामि कीदृशं पदम्? क्रियापदं क्रियापदं. पुरुषः कः? पुरुषः उत्तमपुरुषः उत्तमपुरुषः अग्रे पठतु. पठामि पठामि न उक्तवान् किल उत्तमपुरुषः. ओके ओके ओके पठामि. ओके पठनसमये किञ्चित् किञ्चित् ज्ञातम् इव भवति. पठनसमये किञ्चित् ज्ञातम् इव भवति. While reading, while reading, he understand little bit. Very good. I, so he's saying, while reading, I feel as though I've understood a little bit. Okay. Okay. Pathana samaye, tatra vibhakti hi ka? Pathana samaye, rame, vishaye. Rame, saptami ekavachanam. Ekavachanam, uttamam, kumlinge. Kinchit, kinchit tu avyayam asti. Chit chana pratyaya. सर्वदा अव्ययम् अव्ययौ इति वदनीयं. ज्ञातं ज्ञातं तत्र तप्रत्ययः अस्ति. अत्र ज्ञातम् इव भवति इव अव्ययं. भवति कीदृशं पदं? भवति इति क्रियापदं. क्रियापदं लकारः कः? लट् पठति लट् लकारः. पुरुषः कः? प्रथमपुरुषः. अग्रे किन्तु पुस्तकं यदा पिहितः पिहितं पिहितं पिहितं भवेत् तदा सर्वे विस्मर्यते. विस्मर्यते सर्वं विस्मर्यते. किन्तु किन्तु कीदृशं पदम्? अव्यय अव्यय. पुस्तकं लिङ्गं किं? द्वितीया विभक्ति एकवचनम्. अत्र अत्र प्रथमा विभक्तिः एव अत्र प्रथमा भवेत् पुस्तकं भवेत् तत्र प्रथमा विभक्तिः एव. ओ अच्छा प्रथमा विभक्ति पुस्तकं भवेत् बिकास् इट् इस् आल् इन् पेसिव् टेन्स्. ओके ओके सो देट् इस् वै इट् इस् इन् प्रथमा विभक्ति. यदा पिहितं, पिहितम् इत्युक्ते किम्? पिहितं क्लोस्, किन्तु पुस्तकं यदा पिहितं भवेत् तदा सर्वं विस्मर्यते. I forget everything when the book gets closed. So everything is forgotten by me. Atra memorized, vismaryate means forget. So everything is forgotten by me. Okay. When the book is closed, everything is forgotten by me. That's not only the grandson saying, that is each one of us saying, because it is a fact. Yada pustakam vihitam bhavet, tada विस्मर्य. अग्रे पठन्. अतः गीतापठनात् कः लाभं मम? अर्थं वदतु. वाट् इस् द बेनिफिट् आफ् रीडिङ्ग् गीता? सत्यं, कः लाभः मम? फार् मी इस् नाट् ओन्ली आस्किङ्ग् वाट् इस् द बेनिफिट्, इस् आस्किङ्ग् फार् मी वाट् इस् द बेनिफिट्. ओके. मम, मम तत्र विभक्तिः का? अहम् उक्तवती मम प्रथमा विभक्ति एकवचनं. ओ, अहं प्रथमा विभक्ति. माय् माय् माय् षष्ठी विभक्ति. अग्रे अहं गीतापठनं परित्यक्तुम् इच्छामि. परित्यक्तुम् इच्छामि, अर्थं वदतु. ऐ विल् लीव् स्टडिङ्ग् गीता. सत्यम्. इच्छामि कीदृशं पदम्? इच्छामि क्रियापदम्. लट्लकार, लट्लकार. पुरुषः कः? उत्तमपुरुषः. उत्तमपुरुषः. परित्यक्तुं, तत्र तुमुन् प्रत्ययः अस्ति. परित्यक्तुं, ओके. परित्यक्तुं, सो ऐ वाण्ट् टु गिव् अप्. गीतापठनं तु कृतवन्तः. अस्तु, धन्यवादाः महोदय. धन्यवादः. कविता भगिनी अग्रे. आम् भगिनि, आम् भगिनि. पितामहेन उत्तरं किमपि न उक्तम्. कथं वदतु आदौ? पिता, the grandfather did not reply anything. Satyam. Pitamahena vibhaktihi ka? Pitamahena, pitamahena tritiya vibhakti ekavachana. Tritiya ekavachana pumlingi. Uttaram, uttaram, uttaram kidrishim padam vibhaktihi ka? Tritiya vibhakti, tritiya vibhakti ekavachana pumlingi. Napumlingi. Kimapi, kim api, api dvavapi अव्ययम्. अस्तु, न उक्तम्. उक्तः तत्र स प्रत्ययः अस्ति. स प्रत्ययः. अस्तु, अग्रे. सः पौत्रम् अवदत् एतं कण्डोलं नीत्वा नदीतः जलम् आनय. आनय. अर्थं वदतु. सः पौत्रम् अवदत्. हि टोल्ड् द ग्राण्ड्सन् टेक् दिस् एतं, टेक् दिस् कुण्डलं, कौण्डल् कण्डोल् बास्केट् बास्केट् यु गेट् टु स्केल् बास्केट् लैक् देट् नाट् नेसेसरी बास्केट् बट् बास्केट् वित् आल् दोस् स्केल् स्पेस् सो गृह नीत्वा टेक् इट् एण्ड् ब्रिङ्ग् वाटर् फ्रोम् द रिवर् आनय. सः कीदृशं पदं तत्र? सः एकवचन प्रथमा विभक्ति. लिङ्गं किं? पुल्लिङ्गं. प्रातिपदिकं किं? तद् पौत्रं द्वितीया विभक्ति. अवदत् क्रियापदं लङ्लकार प्रथमा विभक्ति विभक्तिः तु नामपदानां कृते, परन्तु क्रियाणां पदानां कृते, क्रियापदानां कृते तु पुरुषः एव भवति किल, प्रथमपुरुषः मध्यमपुरुषः एतम् एतं तत्र विभक्ति का एतम् अव्यय एतम् एतत् एतां द्वितीयाविभक्ति द्वितीयाविभक्तिः कण्डोलः कण्डोलः तु पुंलिङ्गशब्दः अस्ति, तत् द्वितीयाविभक्तिः अस्ति द्वितीया कीदृशं पदं त्वा त्वा त्वा प्रत्यय नीधातु नदीतः नदीतः कीदृशम् अव्ययमस्ति पञ्चमी विभक्ति लैक् पञ्चमी विभक्ति इट् इस् नाट् पञ्चमी विभक्ति बट् वेनेवर् यु एड् तः इट् मीन्स् फ्रोम् एण्ड् इट् बिकम्स् एन् अव्यय सो पुस्तकतः पुस्तकतः पठतु फ्रोम् द बुक् यु रीड् बट् इट् इस् नाट् फिफ्त् विभक्ति इट् इस् लैक् सेन्स् आफ् नदीतः जलम् आनय तत्तु जानाति जलम् आनय आनय तत्र कीदृशं पदं लकारः कः क्रियापदं लकारः कः लकारान्त लकारः कः लोट् लकारः क्रियापदमस्ति कुरु क्रिया कुरु अस्ति क्रियापदमस्ति लोट् लकारः पौत्रः नदीं गत्वा कण्डोले जलं प्रपूर्य गृहं प्रति प्रस्थितः पौत्रः नदीं गत्वा द ग्राण्ड्सन् वेण्ट् टु द रिवर् एण्ड् फिल्ड् द कण्डलं वित् द वाटर् एण्ड् वेण्ट् टु द हौस् प्रस्थितः पौत्रः विभक्तिः का पौत्रः प्रथमाविभक्ति एकवचनं पौत्रः नदीं तत्र द्वितीयाविभक्ति द्वितीयाविभक्ति स्त्री उत्तमं स्त्रीलिङ्ग् त्वा त्वा त्वा प्रत्यय लिखित्वा आफ्टर् रैटिङ्ग् कण्डोले तत्र विभक्ति कण्डोले कण्डोले सप्तमी विभक्ति उत्तमं एकवचनं जलम् अल्पमपि अल्पमपि द्वितीयस्य वाक्यस्य अस्ति अत्र प्रपूर्य कीदृशं पदं सोरि प्रपूर्य न जानामि संस्कृते वदन्तु तदेव अपेक्षितमस्ति प्रपूर्य ल्यप् प्रत्यय परन्तु अत्र उपसर्गः अस्ति प्र उपसर्गः पूर्य तत्र ल्यप् प्रत्यय गृहं प्रति प्रस्थितः तु गृहं तत्र विभक्तिः का द्वितीयवचनं किन्तु यावत् गृहं प्राप्तं तावता कण्डोले अल्पमपि जलं न आसीत् किन्तु but when they reached the house there was not even a slight water in that kandolam utensil kandyam tadhi ekam karyam kurmah adya pathanam eva kurmah agre tatra vayam vibhakta विभक्ति इत्यादयः तदा पितामह अवदत् तथा पितामह अवदत् तव वेगः अपर्याप्तः. So then the grandfather told your vegah your speed was in was insufficient. Agree. Tvam mandataya karyam karoshi. You do the work slowly, mandam, slowly. Then vegena kuru karyam iti. Do the work fast with do the work fast. Uttam. Agre patam. Pautram kandole jalam prapurya vegena evam griham agatavan. Pautrah kandole. Pautrah the grandson speedily filled the water with filled the utensil with water and came to the house. Agatavan. Speedily came to the house. Agree. Tathapi kandole jalam na shishtam tathapi, then the water was not shishtam means shishtam remained, no water remained. Tathapi kandole in the basket there was no water. Shishtam means remained. Na shishtam means no water remained in the basket. Saha pitamaham avadat kandolena jalasya anayam na shakyam. His grandfather told, are you not capable of bringing water? No. The utensil. Who told whom? Saha pitamaham avadat. The grandson told the grandfather that I am not capable of bringing the water in the utensil. So he didn't say I am not capable. He said it is impossible to bring with the basket water. Because the water is all falling off. अतः अहं पात्रेण जलम् आनिष्यामि. आनेष्यामि. सो ऐ विल् ब्रिङ्ग् द वाटर् इन् द युटेन्सिल्. न कण्डोलेन एव जलम् आनेतव्यम्. नो, you have to bring the water in the basket alone. Anetavyam. Tadartam punaha prayasam kuru. Therefore, try, again try. Tadartam. विशालाक्षी भगिनी अग्रे पठतु. दृश्यते किम्? दृश्यते बट् वेरि स्लो. एकनिमिष. कुतः गतः न जाने. Bhagini, we can continue till 8:30 if it's not, he can go. If there is an issue. No, we'll all be together. इदानीं दृश्यते किम्? दृश्यते. असकृत् पौत्रेण अनेकवारं प्रयासः भगिनी प्रथमं वाक्यं न दृश्यते किम् असकृत् प्रयासं कुरु हा दृश्यते असकृत् असकृत् प्रयासं कुरुः इति अवदत् पितामहः कुरु कुरु इति अवदत् पितामहः Don't give up. So, you try many times. Try many times. Yeah. Yeah, it tells. Try many times, the grandfather tells. Pautrena ani. Sakrit means once and asakrit means many times. Many times, okay. Pautrena anekavaram prayasaha krutaha. The grandson tried many times. तथापि साफल्यं न प्राप्तम् इवन् देन् ही कुड् नाट् सक्सीड् अन्ते सः असन्तोषेण अवदत् आर्य मया बहुधा प्रयासः तु कृतः एव वित् डिसपाय्ण्ट्मेण्ट् ही टोल्ड् that to his grandfather that I have tried many times but I could not do it eva tathapi kandolena jalam anetum na shaktam even then I cannot bring water in the kandolam सर्वः अपि प्रयासः विफलः all my efforts have gone in vain विफले कार्ये किमर्थं माम नियोजयति भवान why have you told me to do something which I cannot be possible why something that will not happen why did you give me that work tada pitamahah avadat nayam vyarthah prayasah no that time grandfather said no the your efforts are not a waste toya jalam आनेतुं न शक्तम् इति तु सत्यं यु कुड् नाट् ब्रिङ्ग् वाटर् इन् दट् इस् ट्रू तथापि प्रयासः न व्यर्थः इवन् देन् योर् एफर्ट्स् आर् नाट् अ वेस्ट् त्वं कण्डोलन् परीक्षस्व किञ्चित् प्लीस् यु जस्ट् check the kandolam pautraha kandolam parikshitavan the grandson then looks at the kandolam checks the kandolam examines the kandolam purvam yah purvam ha पूर्वं यः कण्डोलः मलिनः आसीत् सः इदानीं स्वच्छः दृश्यते बिफोर् वेन् ही एक्सामिन्ड् इट् ही फौण्ड् दट् बिफोर् द कण्डोलं वास् डर्टि नौ इट् लुक्स् वेरि क्लीन् अन्तः बहिः च शोभते सः इन् अण्ड् औट् इट् वास् शैनिङ्ग् आश्चर्येण कण्डोलमेव पश्यन्तं पौत्रम् अवदत् पितामहः पूर्वं यः कण्डोलः मलिनः आसीत् सः इदानीं स्वच्छः दृश्यते With great surprise, he told his grandfather, after seeing the condolam, that before it was looking the... Grandfather, huh? At that time he told, but now the grandfather told him. Pitamaha Pautram Avadat. The grandfather told the grandson. Chantam Pautram Avadat Pitamaha. So Pitamaha told the Pautram. Achha, Pitamaha told the grandson, okay, okay. Yeah, whatever is in Prathama Vibhakti is the subject, and whatever is in Dvitiya Vibhakti is the object. Before this kandolaha was dirty, now it is clean. Now it looks clean. Jalasya anayanam kartum na shaktam chedapi kandolasya swachhata tu siddha eva. Even though you could not bring the water, the kandola jalasya anayanam kartum, while drinking the it was not possible to bring the water, the kandola, yes. Kandolam, the basket definitely clean. That means it is true. By bringing water, you have made the basket clean. Gītāyāḥ paṭanam api evameva. Reading the Gītā is also the same, like that only. Paṭanāvasare Gītāyāḥ sarveṣāṁ ślokānāṁ arthaḥ na avagamyet. Gamyeta. By reading the Gītā, all the ślokas, we don't understand the meaning of all the shlokas. Kechana shlokarthaha visvrutaha bhaveyuhu api. Kechana, what is kechana? Kechana is of some of the shlokas. The meaning of We may understand the meaning of some of the shlokas, however, later on, we may forget them. Tathapi, Gita Pathanabhyasah na parityaktavyah. So, you should not, not tathapi. Even then, We should not give up the reading of the Bhagavad Gita. Tataha antara antaranga bahirangayoho shuddhihi tu avashyam bhavati. So by reading it, even though we don't understand, we read. That is the meaning I come to. Yeah, but inside and outside, it purifies us. Gachata kalena gītāyāḥ tātparyasya avagamanāt tu jīvanot karshah siddhayet. The meaning also comes into us. Agree. Nutanam artham avagatavan iva pautraha pitamahasya mukhameva nirnimeksham apashya. So he looked as though something which, you know, first time when I read this story also, mama krite api evam eva abhut kim oho gita padhanasya gita padhanena mama shuddhihi bhavishyati. Chinta nasti tatra tau kavita api cha vijay mahodaya ramaniya tahi atra eva samapayama bhavati eva vadatu. They want to go early? Yes. Okay. Bhagini, I am there. Only he has... Bhagini, I am there. He has to go. चिन्ता नास्ति भगिनी, चिन्ता नास्ति. मया मम कृते अपि एकं कार्यम् अस्ति, तर्हि विशालाक्षी भगिनी भवती वदतु, तत्र शान्ति. Are you putting it on the board or shall I tell what I know? वदतु भगिनी, यत् जानाति. स्वस्ति प्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीषाः गोभूचरेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीकृष्णार्पणमस्तु. धन्यवादः.